तर्हि नमस्सर्वेभ्यः. अस्माकं 33 वर्गः वर्तते. तं वर्गं प्रति सर्वेषां कृते स्वागतम्. यथा प्रकारः आदौ ध्येयमन्त्रः. राजु, मङ्गलाचरणं निषेवते प्रशस्तानि निन्दितानि न सेवते अनास्तिकश्रद्धधानः एतत् पण्डितलक्षणम्. A learned person is one who indulges in good deeds, abstains from despicable deeds, is not an atheist, and has faith in God. Dhanyavadah, Bhagini. Yeah, Dhanyavad. Pathanam kurmaha, aham pathanasya amshaha atra sthapitavati, yatohi abhyasaha avashyakaha iti. के सन्ति इति पश्यामि. अस्तु, राजुमहोदय आरम्भं करोतु. आं भगिनि. किञ्चित् तत्र क्षम्यतां महोदय, तत्र किञ्चित् तत्र टङ्कनस्य दोषः अस्ति. म अ शकः इति लिखितवन्तः, तत्र मशकः इति, मशकः तत्र दोषः अस्ति. मशकः सिंहश्च वने सिंहं परितः एकः मशकः भ्रमणं कुर्वन् आसीत्. निर्गच्छ क्षुद्रकीट सिंहः अहङ्कारेण मशकम् अवदत्. परन्तु मशकः तु सिंहस्य वचनं प्रति निश्चितः आसीत्. निश्चिन्तः आसीत्. महोदय, अर्थं वदतु. इदानीं पर्यन्तं यत् पठितवान् तस्य इन् अ फारेस्ट् अ लायन् ऐ डोण्ट् नो वट् परितः परितः मीन्स् अराउण्ड् अ लायन् अराउण्ड् परितः सीन् परितः उभितः उभतः अराउण्ड् अ लायन् ए फ्लाय वाज़् going around. Here actually we can say fly, but here we mean mosquito. The fly mosquito. Specifically mosquito. Okay. Nirgach also I do not know. Kshudrakita is a minuscule insect. Yes, perfect. Tatra gachha, what does gachha mean? Going. Yes, gachha is lot lakara form of gam dhatu. So gachha. Over here what happens? Nir gachha, go away. Go away from that. Nir is emphasizing. Gachha is go and nir gachha is just okay. Just kind of literally get lost like that. Okay. That lion with ahankar said to that mosquito. Parantu mashakah tu simhasya vachanam prati nischintah asit. But that mosquito was not paying attention to Nischinta, not paying attention to what the Ryan was saying. Yeah, uttam, uttam. Dhanyavadaha, Mahode. Neeta Bhagini, padhatu. Neeta Bhagini? Yes, ma'am. Agrimam Vakya padhatu. Mashakah avadat bhavan van rajah. Avadat. Van rajah asit. अतः असित् नास्ति भगिनि, क्षम्यतां क्षम्यतां क्षम्यताम्, असित् नास्ति, अस्ति अस्ति अस्ति अहं भवतः भीतः अस्मि इति भवान् चिन्तयति किम्? अग्रिमे क्षणे एव सः सिंहं प्रति उडीयतस्य नासिकां तीव्रं दृष्टवान्, दृष्टवान् क्रुद्धः, क्रुद्धः सिंह कूपेन मशकं प्रति अताडयत् अताडयत् ओके भगिनी इदानीं पर्यन्तं यत् पठितवती तस्य अर्थं वदतु भगिनि. द मस्किटो सेज् मशकः अवगत अवदत् अवदत् इस् पास्ट् टेन्स् ओके जस्ट् टु हैलैट् अवदत् अवदत् इस् द पास्ट् टेन्स् आफ् वद् धातुः लङ्लकाररूपः रूपम् अस्ति द किङ्ग् आफ् द फारेस्ट् प्लीस् डु नाट् बि स्केर्ड् नो नो भवान् वनराजः क्षम्यतां क्षम्यतां भवान् वनराजः अस्ति You are the king, atah. You are the king, yeah. Therefore, atah, therefore, aham bhavatah bhitah asmi. Don't think, are you thinking, chintayati kim, are you thinking that because you are the king of the forest, I am afraid of you? Is that what you are thinking? Okay. The next one, right? Yes. Then the next one, the meaning? Agrime shane eva saha sinha prati udhiya kashya nashika tivram drishtvan. Dashtava. The next second, I think, na? Uttamam, yeah. The next second, the mosquito started flying around the lion. Okay. Uddiya, Uddiya, the immediately after the next second, does somebody else want to try so that students talk more than the teacher? Anyaha kopi artham vaktum icchati kim? Astu aham eva vadami. So in the next instant itself, the करोतु राजु महोदय अग्रिमे क्षणे एव सः सिंह प्रति उद्दीय तस्य नासिकां तीव्रं दष्टवान् द वेरि नेक्स्ट् सेकेण्ड् ही टुवर्ड्स् दि लायन् फ्लू एण्ड् his, meaning the lion's, nose, he bit Tivram. Tivram. Bit very badly. Neeta Bhagini? Neeta Bhagini, agrimam vakyasya, agrimasya vakyasya. Yes, sir. Yes, sir. Artham vadasya. Krudha siha kopena mashakam prati atadiyat. the lion got angry and with anger, kopena. Okay, the lion with anger started hitting the mosquito. Yes, ataadayat. He hit the mosquito. Astu. Okay. Dhanyavada. He started hitting the, he actually hit the mosquito. Dhanyavadah bhagini. Dhanyavadah. Kavita bhagini, agrimam patatu. Aam bhagini. Parantu saha swarnakheha swayam eva pibitvan abhavat. But he himself got the nail, but his own nail he was by his own nail he got hit. Yeah, actually pidita means in pain. He was in pain because of that pidita one. So he troubled his own self, that is what. Swayam eva pidita van abhavat, he only became hurt. Agrimam patat. अन्ते क्रोधात् वशकः पुनः पुनः सिंहः दष्टवान् येन सः सिंहः क्रुद्धः पीडितः च अभवत्. द मॉस्किटो अगेन एंड अगेन बिट दिस लायन एंड सिंह दट लायन क्रुद्धः मीन्स् द एंग्री लायन. क्रुद्धः angry lion was in peeda. Ante krodat klantah swanakheh dante cha vranitah bhutva singhah kalaham tyaktvan. In the end tired of anger, tired of anger and actually it's not tired of anger bhagini. Krodhat is the fifth vibhakti. From anger, okay, from anger he is of literally of being angry. From anger Vranam, that means injured by his own nail and And what he did? Kalaham tyaktavan. Fighting. He stopped fighting. He gave up fighting. Kalaham tyaktavan. Tyaktavan is the tavatu pratyaha of taddhatu. Taj. Tyaj dhatu. आनन्दितः मशकः स्वविजयं प्रति सर्वान् सूचयितुम् अपगतवान्. The delighted mosquito was informed everybody of his vijayam. What you said is correct. I mean, if you take it as a story, but I want the grammar part to sink in. So Sucayitum is the tumun pratyaya. In order to Sucayitum kshamita. Sucayitum is in order to tell everybody, in order to announce to everybody about his victory. Sucayitum tumun pratyaya. Khaditum vaktum tumun pratyaya. Apagatavan, he went away from there. Dhanyavadah bhagini. Vijay Kumar Mahoday patatu. Parantu akasmat सः लूटासन्तो बद्धः अभवत्. सा लूटिका च कृतं मारितवती. ओके, आई विल टेल यू. लूटातन्तौ इज द स्पाइडर्स वेब. लूटातन्तौ इज अ स्पाइडर्स वेब एंड लूटिका इज अ स्पाइडर. So suddenly what happened? He went to announce everybody, but suddenly he got entangled in a spider's web. Saha akasmat, suddenly baddha abhavat, he got bound. ओके सा लूटिका देट् फिमेल् स्पैडर् सकृतं मारितवती सडन्लि इमिजियेट्लि एट् वन्स् सकृते इमिजियेट्लि एट् वन्स् शी बीट् हिम् अग्रिमं वाक्यं पठतु एवं मृगाणां नृपः नृपम् इट् इस् इम्पार्टेण्ट् क्षम्यताम् इट् इस् वेरि वेरि इम्पार्टेण्ट् टु बि अवेर् आफ़् देट् विसर्गः एट्सेट्रा बिकास् अदर्वैस् विभक्ति becomes incorrect and then the understanding won't be correct evam mriganam nripa vijitah nripam nripam vijitah mashakah ekya lutikaya parajitah abhavat then mriganam animal of the animals of the animal nripa is nripam is the king so the king of the animals from the animals vijitah mashaka vijitah mashaka is the victorious mosquito ekaya is one lutikaya spider ek now mahode lutikaya now we saw that lutika is the spider so lutikaya tasya vibhakti hi ka just chaturthi ki matlab mala malaya tari tatra vibhakti hi ka तृतीया विभक्तिः अस्ति तर्हि बै वन् स्पैडर् सो नोट् देट् इवन् एक्या ओवर् देर् इस् एका इस् एक्चुलि एकया ऐ डोण्ट् नो वै दे हेव् पुट् ओवर् देर् एक्या देट् इस् अ टङ्कनस्य दोषः अस्ति तत्र एकया लूटिकया बै वन् मोस्किटो पराजितः अभवत् he was defeated agrimam vakyam patatu laguh shatruhu eva betavyam bahushah betavyah bahushah so can you tell me artham vadatu prayatnam karatu I don't know prayatnam karatu laguh then evam laghu is chota लघुः शत्रुः एव भेतव्यः बहुशः सो मोस्ट् आफ् द टैम्स् वी हेव् टु बि अफ्रेड् आफ् द स्मालर् द एनिमल् द मोर् डिफिकल्ट् टु डिफीट् सो हि सः तु किं सिंहं ताडितवान् अपि च पीडितवान् परन्तु एकया लुतिकया सः पराजितः अभवत् अस्तु धन्यवादः महोदय विशालाक्षी भगिनी अग्रिमे तत्र प्रस्तुत्यां तत्र एकः अंशः अस्ति तत् पठतु हा इदानीं मास्तु अस्तु धन्यवादः इदानीं प्रस्तुतिं प्रति गच्छामः तर्हि अत्र आरब्धितवन्तः वयं परन्तु न समापितवन्तः तदर्थम् इतः परं कुर्मः विशालाक्षी भगिनी पठतु गतवर्गे तृतीया विभक्तेः अभ्यासं कृतवन्तः वयं सः अपि च विना इत्ययोः प्रयोजने तृतीया विभक्तिः अर्हामः तृतीया विभक्तिः एकवचनं रामः रामेण द्विवचनं रामौ रामाभ्यां बहुवचनं रामाः रामैः सः तेन तौ ताभ्यां ते तैः एषः एतेन एतौ एताभ्याम् एते एतैः कः केन कौ काभ्यां के तैः भवान् भवता भवन्तौ भवद्भ्यां भवन्तः भवन्तिः भवद्भिः भगिनी एकं वाक्यं रचयितुम् इच्छति किं तृतीया विभक्तिः का इति अवगतं किल यु हेव् अण्डर्स्टुड् वाट् द तृतीया विभक्ति इस् रैट् इट् इस् द इन्स्ट्रुमेण्टल् वाक्यं रचयितुम् इच्छति किं नैव किम् नैव ऐ वोण्ट् बी एबल् टु चिन्ता नास्ति चिन्ता नास्ति शनैः शनैः आगच्छति राजुमहोदय एकं वाक्यं रचयतु इच्छति किं रचयतु रामेण शरम् सह अपि च विना अथ शरं सह नहीं रामेण एंड शरं सह यू कैन नॉट से सो यू हैव टू मेक दैट द इंस्ट्रूमेंट रामः बाणेन अथवा शरेण रावणं मारितवान् ओके So who, the karta you have to see who, karta has to be prathama vibhaktih. Idanim rachayatu? Ramah banena ravanasya vatati? Ravanasya, then if you use shashti vibhakti, then you are using possessive. Ravanasya vadham prithavan. Then you can tell like that. Okay. So he killed Ravanasya Vadham, of Ravana, he literally caused the death, like that. Okay. Athava, Ramah Lakshmanena Saha Vanam Gatavan. Astu? Lakshmanena. Okay. Lakshmanena Saha. Vanam Gatavan. Mm-hmm. Supposing you want to tell with Sita he has gone, then can you frame the sentence? Vakyam Rachayatu? Ramah Sitaya Saha? Sitaya, Taya, Ta Vitam, Sitaya Saha Vanam Gatavan. Sitaya. सीतया सह वनं गतवान् अस्तु अग्रिमं पठतु फलं तृतीया विभक्ति फलं फलेन नपुंसकलिङ्गे फले फलाभ्यां फलानि फलैः तत् तेन ते ताभ्यां तानि तैः एतत् एतेन एते एताभ्याम् एतानि एतैः किं केन के काभ्यां तानि कैः अहं मया आवाम् आवाभ्यां वयम् अस्माभिः तर्हि पुंलिङ्गे तु तृतीयाविभक्तितः किं पुंलिङ्गस्य अनुसरणं करोति तृतीयाविभक्तिः तः सो फ्रोम् द थर्ड् विभक्ति आन्वर्ड्स् इन् नपुंसकलिङ्गं द सेम् फार्म् इस् यूस् एस् इस् यूस्ड् इन् द पुंलिङ्गे एस् इस् यूस्ड् इन् द मास्कुलिन् जेण्डर् ओके दट् इस् इम्पोर्टेण्ट्. अपि च तृतीया विभक्तिः आवश्यकी. इट् इस् वेरि वेरि इम्पोर्टेण्ट्. महत् किं महत् मुख्यः मुख्या अस्ति. यतोहि तत्र वेन् यु डु कर्मणि, वेन् यु डु पेसिव्, at that time you use tritiya vibhakti only. So tritiya vibhakti, when you are reading, concentrate on that, because that is a very important, everything is important, I don't deny that, but for karmani you will need this for passive tense. Okay, the work was done by me, maya kritam karyam. Dhanyavadah mahode. Neeta bhagini, Neeta bhagini padhatu. Yes, ma'am. Tritiya vibhakti hi. Sita. Satya. Sita, ya. Okay. I can't see. Sita, ya. Sita. Sita, bhyam. सीताः सीताभिः सा तया ते ताभ्यां सा ताभिः ताः ताभिः ओके ताः ताभिः एया एषा एषा एषाया एतया एतया एतया एतया एते एताभ्याम् एताः एताभिः का कया के काभ्यां काः काभिः भवति भवत्या भवत्यो भवत् भवत्यः भवत्यः भवतीभिः भवतीभिः. नीता भगिनी अवगतं, यु हेव् अण्डर्स्टुड् वाट् द तृतीया विभक्ति इस् अबौट् रैट्? इट् इस् यूस्ड् एज़् अ इन्स्ट्रुमेण्टल् इन् द इन्स्ट्रुमेण्टल् फार्म्. ओके, वी आर् यूसिङ्ग् इट् वित् संथिङ्ग् देन् यू यूस् इट्. अस्तु, धन्यवादाः भगिनी. किञ्चित् तत्र स्वनः अस्ति. इदानीं विशाक्षी भगिनी भवती पठतु. Do I have to read? No. Naiva, naiva. Thank you. Dhanyavada. Huh? You want me to read the top one? Adhyattanaha. Yes, yes. Adhyattani athva adhyattanam. Shvastanaha. Shvastani. Shvastanam. हास्तनः हास्तनी हास्तना ह्यस्तनः ह्यस्तनः ह्यस्तनी ह्यस्तना. ऐ काण्ट् सी इट्. ह्यस्तनम् ओके देट् अन्फार्चुनेट्लि देट् इस् नाट् सीन् प्रापर्लि बट् इट् इस् अण्डर्स्टुड् ह्यस्तनः ह्यस्तनं ह्यस्तनं. सो एकनिमिष, अद्यतनः, वाट् डस् अद्यतनः मीन्? रीडिङ्ग्. नो नो नो, नाट् अध्ययन, देट् इस् अध्ययनं, देट् इस् डिफ्रेण्ट्. अद्य अद्यतनः, अद्यतनः मीन्स् टुडे. अद्यतन मीन्स् टुडे. टुडे, आफ् टुडे. आफ् टुडे. ओके, नौ ओवर् हियर् is used as an adjective. It is used as an adjective. So it changes its form depending on the noun. You will understand that how it is used when you read the कान्वर्सेशन् इदानीं पठतु सम्भाषणं पठतु अद्य परीक्षा आसीत् आसीत् वा अद्य परीक्षा आसीत् वा आम् आसीत् अद्यतन प्रश्नपत्रिका कथम् आसीत् अद्यतनप्रश्नपत्रिका सरला सरला आसीत् ईसि देट्स् वाट् अद्यतनप्रश्नपत्रिका सरला आसीत् ओके देन् ह्यस्तनप्रश्नपत्रिका तु कठिना आसीत् what does that mean so yastana what does yastana mean adyatana is today shvastana yeah. is tomorrow adyatana is today shvastana is tomorrow and yastana is yesterday yesterday okay yesterday's paper was difficult tatra neeta bhagini mute karotu bhagini म्यूट् करोतु भगिनि नीता भगिनि कुत्र तस्य गृहे गृहान्तरतः राजु महोदय म्यूट् करोतु कृपया राजु महोदय सोरि कविता भगिनी ऐ एम् एक्चुअली ऑन म्यूट् इस् इट् इति नीता भगिनि तत्र विशालाक्षी भगिन्याः गृहे अस्ति किञ्चित् अस्तु पठतु भगिनि पठतु तत्र विशालाक्षी भगिनी भवत्याः गृहे किं शब्दः अस्ति नो नो शब्द एट् आल् विशालाक्षी नथिङ्ग् नो नो शब्दाय सौण्ड् can you also hear the sound like some conversation happening in the background No, our classes also have not started as yet. Maybe there's something. We usually have classes here. No, yeah, Raju Mahoday, can you hear also? Vishalakshi Bhagini, can you hear? Not in your house, Bhagini. Tatra. Kasya? Some kind of a background right here. Tatra? Wait, I'll just... Astu, prayaha durvanyaha dhvanihi asti. Astu, Vishalakshi Bhagini, arambam karotu, Vishalakshi Bhagini. विशालाक्षी भगिनी yeah, nothing is there on the screen एकनिमिष क्षम्यता हा पठतु भगिनि ह्यस्तन वन् सेकेण्ड् श्वस्तन परीक्षार्थम् अभ्यासं कृतवान् वा अभवान् आम् किञ्चित् कृतवान् अस्तु तर्हि उपरि अद्यतनः अस्ति अद्यतनी अस्ति अद्यतनम् अस्ति परन्तु तत्र सम्भाषणे तु अद्यतनप्रश्नपत्रिका अस्ति न अण्डर्स्टाण्ड् दिस् It will be useful for you all when you all are reading your shlokas, etc. So, adhyatana prashna patrika, when I write it together, adhyatana prashna patrika, I'm writing it together without a pause. okay, then I use adhyatana. Adhyatana prashna pratrika. But supposing I want to separate it out, then I will say adhyatani for prashna patrika. Kimartham? Because an adjective follows the vibhakti, the gender and the case of the, and the number of the noun. Okay, so adhyatana prashna pratrika or adhyatani prashna patrika. Astu? Evam vadishyami. Adhyatanam, if I use phalam, which is, yes. Bhagini? Vadatu. Is that a short form or is that colloquial? It is neither a short form nor is it colloquial. It is what is called as a samasaha. This is a formal samasaha. Yeah, it is a formal samasaha. So when you put it together, then it follows some rules. When you put it separately, for example, if I say, what example can I give? Krita Punya Ramaha. I am actually forming a samasa. And you have many of your samasas in your shlokas. Mm-hmm. Okay, so, now for example, Rama, I'll take what we started, but we have not been able to continue, the Rama Rakshana Stotram. So, Rama Rakshana Stotram. Actually, Rama is not used by itself, right? We have already told, Pratipadikam Rama, it can never come in a sentence. Unless it is following a grammar rule. So, Rama by itself cannot be used in a sentence because Rama doesn't become either the Karta or the Karma or Tritiya Vibhakti, etc., etc. But you are saying Rama Rakshana Stotram. Why? Because Rama and Rakshana is together. If you write it separately, Rama with a pause, with a space, and then you write Rakshana, then it becomes wrong. But you can Rana, Rama Rakshanam or Rama Rakshana Stotram together, Rama Rakshana Stotram together, then it is perfect. Because you are saying Rakshana by Ram, that Stotram. Okay? So over here now they have used it together, Adhyatana Prashna Patrika. But if I want to separate it out, I will say Adhyatani Prashna Patrika. If I use Napumsakalinge, Yadi Aham Vadami, Tarhi, Adhyatanam Kritam Phalam or Adhyatana Kritam Phalam. Okay, thank you. Adhyatanah Kritah Doshah. Maya, by me, Adhyatanah Kritah Doshah. Or Adhyatana Kritah Dosha or Adhyatana Krita Dosha together. This is what you have to understand. Dhanyavadaha Bhagini. Dhanyavadaha. Bhagini? Prichatu Bhagini? Yeah, I think Raju Mahadaya has logging from two IDs, so two sounds are coming. Two IDs it is showing. Is it? So one sound is coming from. My computer has no audio, so there's only one audio. But let me okay. So, but then Bhagini, the thing is that when Vishal Bhagini muted herself, then the sound stopped. Tari aham chintayami yat Vishalakshi Bhaginyaha grihe graham taha agachati graha taha chintanati. Only the fan is on, that's all. अस्तु चिन्ता नास्ति भगिनी, इदानीं म्यूट् करोतु. पश्यतु यदा सा म्यूट् कृतवती तदा शब्दः गतः. अस्तु भगिनी, इदानीं राजुमहोदय एव पठनीयं. राजुमहोदयेन पठनीयं. पठतु महोदय. Oh. भगिनि गत आगामि गतवर्षे अहं संस्कृतपठनं आरब्धवान् अथवा आरब्धवती आगामिवर्षे अपि अहं संस्कृतं पठिष्यामि आगामिसप्ताहे द्वितीयस्तरीयशिबिरं भविष्यति गतमासे वयं हवायी गच्छामः स्म आगामिसप्ताहानि सुधायाः आगामिसप्ताहान्ते सुधायाः सङ्गीतम् अत्र भविष्यति अर्थं वदतु महोदय गतवर्षे अहं संस्कृतपठनम् आरब्धवान् ऐ स्टार्टेड् स्टडिङ्ग् संस्कृत लास्ट् इयर् आगामिवर्षे अपि अहं संस्कृतं पठिष्यामि नेक्स्ट् इयर् आल्सो ऐ विल् स्टडि संस्कृत आगामिसप्ताहे द्वितीयस्तरीयशिबिरं भविष्यति नेक्स्ट् वीक् द सेकेण्ड् लेयर् गेदरिङ्ग् इस् प्लान्ड् वर्क्शाप् वर्क् ओके गतमासे वयं हवायि गच्छामः स्म लास्ट् मन्त् वि वेण्ट् टु हवायि आगामिसप्ताहान्ते सुधायाः सङ्गीतम् अत्र भविष्यति एण्ड् आफ़् नेक्स्ट् वीक् सुधाज़् म्यूज़िक् is planned here? Yeah, will happen here. So, Bhavishya. Will happen here? So, these are talking only about 2 years, immediately in succession. That means Gata Varshe is Gata Varshe, not the previous year. Gata Varshe is Gata Varshe only, just the last year. And Agami Varshe is the coming week or coming year. Over here I'm saying Varshe, so coming week. Okay, that's all you have to understand. Gata Maase, Mahode, Gata Maase Kim Kritavan Bhavan? गतमासे वयं आयोवा गच्छामः इफ् यु वाण्ट् टु टेल् इन् द पास्ट् टेन्स् गच्छामः इस् प्रेसेण्ट् टेन्स् सो इफ् यु वाण्ट् टु यूस् द प्रेसेण्ट् टेन्स् बिकास् देट् इस् ईज़ियर् देन् गच्छामः स्म दो इट् इस् नाट् It is just when we cannot remember the past tense, but otherwise, gatavantaha, vayam gatavantaha, aham gatavan, vayam gatavantaha, or avam gatavantau, astu, dhanyavadaha. Prashnaha santi kim, does anybody have questions on this? Does anybody have particular questions on this? It's quite, I think, straightforward. Gata, Agami, you just put it together. Again, over here also. Gata Varshe is together. Otherwise, if you're putting it separately, Gate Varshe. If you're putting it separately, okay? Remember that. These all act as adjectives. Astu. Dhanyavadaham. Mahoday. Neeta Bhagini, pathatu. Yes, ma'am. यावत् तावत् क्षम्यताम् ऐ जस्ट् एक्स्प्लेन् वाट् इस् यावत् एण्ड् तावत् यावत् तावत् इस् टु बि यूस् टुगेदर् सो इफ् यु यूस् यावत् इन् द सेण्टेन्स् देन् तावत् आल्सो विल् बि दे जस्ट् लैक् एस् मच् एस् देट् मच् ओके इदानीं पठतु भगिनि शिकागो नगरं विशालं लूयी विल नगरः शिकागो नगरं यावत् विशालम् अस्ति तावत् लुईविल् नगरं विशालं नास्ति. अर्थं वदतु भगिनि. शिकागो इस् अ ह्यूज् सिटि, अ बिग् सिटि. Chicago is as much as big as Chicago is, Louisville is not that big. So Chicago nagaram yavat vishalam asti. Yavat, when you put, you're giving an adjective over there, one more adjective. Yavat, okay. Yavat vishalam asti, that much exactly. You cannot call it an adjective over here because it doesn't change form, so you'll have to call it an indeclinable. But it means that as big as Chicago nagaram is, tavat Louisville nagaram vishalam nasti. Louisville is not as big. Agrimam vakyam patatu bhagini. Rajivah unnatah navinah. Rajivah yavat unnatah tavat navinah unnatah nasti. I think he has not as Rajiv has not progressed as much as Naveen. So over here unnatah actually means tall, but you can say unnatah, I mean if you want to interpret it that way, it's not wrong. Okay, so unnatah tavat navinah navinah unnatah nasti. Uttamam. Agrimam karotu bhagini. श्रमिक कार्य करोति यजमानः. कार्य श्रमिकः यावत् कार्यं कार्य करोति तावत् यजमानः अपि करोति. वदतु अर्थम्. श्रमिकः इज़ अ वर्कर् ओर् अ लेबरर्. यस्, उत्तमम्. The laborer works more than a yajman is. Kimartham, kimartham. Shramikaha yavat karyam karoti, tavat yajmanaha api karoti. As much work as the laborer does, that much even the master is doing. Karoti. So you can use it in both positive and negative. So first you compare and you said, you have compared and you have said that you, that that Rajiv is not as tall as much tall as Rajiv is. Naveen is not as tall as, but you can say as much tall as Rajiv is, that tall only Naveen is. So instead of nasti, you have to tell तावत् नवीनः अपि उन्नतः अस्ति. अस्तु, अवगतं किल? अवगतं किल? यु अण्डर्स्टुड् रैट् नीता भगिनि? यस् सर्, यस् सर्. इन्स्टेड् आफ् यूसिङ्ग् अ नेगेटिव् सेण्टेन्स् यु आर् मेकिङ्ग् इट् इस् पॉजिटिव्. मेकिङ्ग् इट् पॉजिटिव्, या. एण्ड् वि आर् कम्पेरिङ्ग्, वि आर् सेयिङ्ग् दट् एज़् मच् एज़् दिस् इस् दट् मच् ओन्लि दट् इस्. अस्तु, धन्यवादः. यस्, धन्यवादः भगिनि, धन्यवादः भगिनि. कविता भगिनी पठतु. इदानीं तत्र द्वितीयवाक्यमस्ति किल, तत् किम् अस्ति इति करोतु, नास्ति इति मास्तु, अस्ति इति करोतु. द्वितीयं वाक्यं शिकागोनगरं. द्वितीयं, द्वितीयं. राजीवः, राजीव, राजीवः उन्नतः अस्ति. You have to use yavat tavat. Yeah. So in English I will tell you, Rajiv, as tall as Rajiv is, that tall only Naveen is. Ha, ha. Rajivah yavat unnatah unnatah tavat Naveenah unnatah asti. Api, api. You will have to tell api because you want to tell also. He is also that tall. Naveenah api unnatah asti. यावत् राजीवः यावत् उन्नतः अस्ति, अस्ति इस् नाट् दे बट् यु केन् पुट् इट् इफ् यु वाण्ट् टु. सो राजीवः यावत् उन्नतः अस्ति तावत् उन्नतः नवीनः अपि अस्ति, और् तावत् नवीनः अपि उन्नतः अस्ति, बट् अपि हेस् टु कम् टुगेदर् ओवर् देर् वित् नवीन्. अवगतं किल भगिनी कविता भगिनी? यु हेव् अण्डर्स्टुड् रैट्? विजयमहोदय तृतीयं वाक्यं करोतु. अपि च तत्र अस्ति इति अस्ति, नास्ति इति करोतु. एज़् मच् वर्क् एज़् द लेबरर् डस्, द मास्टर् डस् नाट् डू देट् मच् वर्क् इति वदतु. श्रमिकः यावत् कार्यम् अस्ति करोति तावत् यजमानः कार्यं न अस्ति न करोति. उत्तमम् अवगतम् अस्तु. विशालाक्षी भगिनी? यस् मेम्. विशालाक्षी भगिनी प्रथमं कार्यं करोतु, सोरि प्रथमं वाक्यं करोतु. प्रथमं वाक्यं तत्र नास्ति इति अस्ति, अस्ति इति वदतु. सो यू से शिकागो नगरम् एस् बिग् एस् शिकागो नगरम् इस् देट् बिग् ओन्लि लूयिविल् इस् आल्सो यु टेल् देट्. शिकागो नगरं यावत् विशालम् अस्ति तावत् लूयिविल् नगरम् अपि विशालं. वन् मिनिट् जस्ट् अ मिनिट्. विशालम् अस्ति. उत्तमं. विशालाक्षी उक्तवती विशालम् अस्ति इति. अस्तु, धन्यवादः भगिनि, धन्यवादः. राजुमहोदय भवतः कृते क्लेशः अस्ति, नूतनं वाक्यं रचयतु. भवतः कृते क्लेशः अस्ति, नूतनं वाक्यं रचयतु. रामः यावत् उत्तमं. रामः यावत् श्रेष्ठ उत्तमं श्रेष्ठ अस्ति श्रेष्ठः तावत् लक्ष्मणः नास्ति. उत्तमं. श्रेष्ठः नास्ति, इफ् यु वाण्ट् टु पुट् इट् अदवे श्रेष्ठः नास्ति इस् अण्डर्स्टुड्. उत्तमं महोदय, तर्हि अवगतम् इति मन्ये. धन्यवादः, धन्यवादः. कविता भगिनी पठतु. यथा तथा अनिरुद्धः लानं क्रीडति गोविन्दराजः. यथा अनिरुद्धः लानं क्रीडति तथा गोविन्दराजः न क्रीडति. सो अर्लियर् वाट् वि यूस् यावत् तावत् एज़् मच् एज़् देट् मच्. नौ वि आर् सेङ्ग् यथा तथा. लैक् हिम् देट् वे, दिस् इस् नाट् लैक् हिम्. यथा तथा टुगेदर् ओके. The same meaning comes out, but you are using yatha tatha. Lanam, I guess it's a lawn game, but I didn't understand what lanam is. I think it's a lawn game, that's all I can understand. Astu. Bhagini, agrimam vakyam padhatu. Modi mahodayah paathya sandesham preshyati kaha api adhyaha neta. यथा मोदी महोदयः पाठ्यसन्देशं प्रेषयति तथा कः अपि अन्य नेता न प्रेषयति. जस्ट् लैक् मोदी महोदय पाठ्यसन्देशम् इस् लक्ष्य स्पीच् डिलिवर् द स्पीच् no other neta leader does so. Yeah, that is correct. Like Modi, nobody else does like that. But Pathya Sandesham need not mean speech, it should have been Bhashanam. So Pathya Sandesham, I think he gives this Pariksha Pe Charcha and all. So the way he sends a letter, you can say, or a message, the way he sends a message, Pathya Sandesham, that message which is worth reading. That message which is worth reading. What is Preshtayati? What is Preshtayati? Send. Okay. Because it is in the present tense. Okay, thank you. Agrimam Vakyam Patatu, Kavita Vakyam. Bhagini. Prichatu, Mahode. Kaha, does that make it into a question? No, you have a good point over there. I understood what you're saying because kakaras we have learned as questions. Kaha over there is not a question because it's not coming at the beginning. Okay, kaha pi na preshati. That means nobody sends. Okay, supposing I say kaha kritavan karyam. Then, first of all, the question mark, and secondly, kaha kritavan karyam, that kakaras, generally, okay, kakaras come in the front when they are prashnavachakaha. Okay, the way I read it is, yatha Modi Mahodayaha Pathya Sandesham Preshyati, like Modi Mahodaya sends messages, tatha, कः अपि अन्यः नेता न प्रेषयति टु मी सेज् वाय् अदर् लीडर्स् नाट् सेण्ड् एण्ड् मेक्स् इट् अ क्वश्चन् मार्क् इन् मै मैण्ड् एनिवे ओके नो नो बट् ऐ हेव् टु करेक्ट् देट् बिकास् इट्स् नाट् एन् इण्टर्प्रिटेशन् इट् इस् अ लाङ्ग् इण्टर्प्रिटेशन् ऐ टेल् यू वै वाट् इस् द वर्ड् फार् वाय् वाट् इस् द वर्ड् फार् वाय् किमर्थम् सो ओवर् हेड् किमर्थं बीन् यूस्ड् सो देट् इस् वन् थिङ्ग् ओके ओवर् एण्ड् हियर् इट् इस् नाट् अ क्वश्चन् बिकास् अदर्वैस् इट् वुड् हेव् सेड् सपोसिङ्ग् इट् वास् अ क्वश्चन् यथा मोदी महोदयः पाठ्यसन्देशं प्रेषयति तथा कः प्रेषयति तथा कः प्रेषयति हू सेण्ड्स् इट् देट् वे बट् ओवर् हियर् वी आर् मेकिङ्ग् एन् एसर्शन् यथा मोदी महोदयः पाठ्यसन्देशं प्रेषयति तथा कः अपि न प्रेषयति ऐ एम् मेकिङ्ग् अ स्टेट्मेण्ट् ऐ एम् वेरि कान्फिडेण्ट्लि सेयिङ्ग् नोबडि एल्स् सो ओवर् हियर् कः नीड् नाट् बि यूस्ड् एज़् एन् क्वश्चन् मार्क् ओके फार् एक्साम्पल् किं शब्दस्य पुंलिङ्गे विभक्तयः वदतु महोदय कः कौ के कं कौ कान् ओके सो यु नौ यु योर् क्वश्चन् इस् वेरि लाजिकल् बट् कः इस् नाट् टु बि यूस्ड् ओन्ली एस् अ क्वश्चन् ओके इट् हेस् टु बि यूस्ड् इन् द केन् बि यूस्ड् एस् केन कृतम् एतं कार्यं केन कृतम् ओके बै हू बै हू वास् दिस् नौ ऐ एम् आन्सरिङ्ग् द क्वश्चन् केनापि एतं कार्यं न कृतम् ओके सो इट् हेस् टु बि यूस्ड् इन् द काण्टेक्स्ट् can okay. be used as a question and it can be used as a vibhakti also okay so, does sanskrit support a question mark or is it always understood frankly this question I have tried to see that because in many of the texts that I read or at least many of the texts that I have come across I have seen that the question mark is not there. So, So either a wa or some other form of explicit question. Yes. But there are cases where the question mark is there. I will tell you that aham nischayena na vaktum shaknomi. निश्चयेन न वक्तुं शक्नोमि परन्तु अन्वेषणं तु अहं करिष्यामि वि फैण्ड् औट् वेदर् टेक्निकलि ग्रमेटिकलि क्वश्चन् मार्क् इस् अलौड् ओर् नाट् बट् इन् द क्लासिक् संस्कृतं वेन् यु सी द बुक्स् एन् ओल् दट् दे आर् यूसिङ्ग् क्वश्चन् दे यूस् क्वश्चन् तर्हि पुस्तकानि यदा पठामि तदा अहं दृष्टवती क्वश्चन् मार्क्स् तु सन्ति प्रश्नचिह्नाः सन्ति अस्तु धन्यवादः देन् द टोन् केन् चेञ्ज् इट् महोदय यदा प्रश्नचिह्नः नास्ति तदा कः अपि अन्यः नेता न प्रेषयति कः प्रेषयति तदा अस्तु कविता भगिनि पठतु ऐ होप् ऐ हेव् बीन् एबल् टु आन्सर् बट् वील् कीप् देट् असैड् महोदय इविन् इफ् किं भवानपि किमपि पठति चेत् वदतु इफ् यु रीड् संथिङ्ग् शेर् इट् वित् अस् एनी हौ वी हेव् अ वाट्साप् अस्तु कविता भगिनि पठतु सुधा महोदया गायति मधुरा यदा यथा सुधा महोदया तथा मधुरा अपि गायति अत्र दोषः अस्ति यथा सुधा महोदया गायति तथा मधुरा अपि वक्तुं शक्नुमः परन्तु गायति आदौ एव आगमनीयम् इति अहं मन्ये यु कान्ट् काल् इट् अ दोषः बिकास् इन् संस्कृतं यु केन् डू दिस् इट् वुड् बि बेटर् टु से महोदया गायति तथा मधुरा अपि गायति अथवा अपि So just as Sudha Mahodaya sings, Madhura also sings. Uttam. Agrema? Yatha Mahatma Gandhihi Vishwa Prasiddha Tatha Anyah Bhartiya Naha. Just as Mahatma Gandhi is world renowned, no infant is. No Indian. Dhanyavad. Vijay Mahodaya? अन्तिमं वाक्यं स्वीकृत्य तत्र अन्यः भारतीः अपि अस्ति इति वदतु मेक् इट् पासिटिव् सकारात्मकं वाक्यं करोतु नैव नैव तत्र महोदय तत्र महात्मा गान्धी एव वदतु नकारात्मकं वाक्यं स्वीकृत्य सकारात्मकं करोतु यदा दर्शना भगिनी संस्कृतं पठिष्यति तदा अन्यं न पश्यति सकारात्मकं करोतु महोदय सकारात्मकं करोतु अन्तिमं वाक्यं महात्मा गान्धी महोदयस्य विषये एव कुर्मः यथा तथा न यथा मम अध्यापकं संस्कृतं जानाति तथा अहं न जानामि यथा अध्यापिका जानाति तथा अहं न जानामि अहमपि जानामि इति वदतु अस्तु धन्यवादः महोदय विशालाक्षी भगिनी yes. प्रथमं वाक्यं स्वीकरोतु अपि च सकारात्मकं करोतु परिवर्तयतु मेक् इट् पासिटिव् यथा अनिरुद्धः लानं क्रीडति तथा गोविन्दराजः सः अपि च क्रीडति अपि च मास्तु अपि क्रीडति गोविन्दराजः अपि क्रीडति उत्तमं धन्यवादः वाट् हेपन्स् इफ् यु पुट् च वाट् इस् च वाट् इस् द मीनिङ्ग् आफ् च भगिनि आल्सो ऐ थाट् नो च इस् एण्ड् ओके यु केन् यूस् when you use and also when you okay bhagini bhagini shabda tu adhikah eva asti okay so mute karotu aham uttaram tu datyami ha mute karotu tari tatra apicha is used in some places when you want to say and also over here you are say not saying and also apicha supposing I tell वयं पठितवन्तः वयं व्याकरणस्य अंशं पठितवन्तः अपि च एण्ड् आल्सो कथां पठितवन्तः ओके देर् इट् इस् करेक्ट् बट् ओवर् हियर् यु आर् सेयिङ्ग् एज़् अनिरुद्ध प्लेस् एण्ड् आल्सो हि प्लेस् यु केनाट् से इट् इन् दिस् बिकास् यु आर् यूसिङ्ग् यथा तथा टुगेदर् अनिरुद्ध लालं क्रीडति अपि च गोविन्दराजः क्रीडति और् गोविन्दराजः अपि क्रीडति यु कान् पुट् च ओवर् देर् अनिरुद्धः लानं क्रीडति अपि च कन्दुकम् अपि किं कन्दुकम् अपि कन्दुकक्रीडाम् अपि करोति ओके सो देट् वे धन्यवादः राजमहोदय राजमहोदय तत्र वाक्यं रचयतु वा राजमहोदय नूतनं वाक्यं रचयतु सकारात्मकम् स्वीकरोतु रामस्य यथा अहं भूगोलशास्त्र जानामि तथा मम स्नुषा जानाति च क्षम्यतां महोदय अहं किञ्चित् अत्र नेट्वर्कस्य क्लेशः आसीत् इदानीं वदतु क्षम्यताम् अहं न श्रुतवती यथा अहं भूगोलशास्त्रं जानामि तथा मम स्नुषा जानाति च अपि जानाति यथा अहं भूगोलशास्त्रं जानामि तथा मम स्नुषा अपि जानाति जानाति धन्यवादः महोदय नीता भगिनी हा एकनिमिषः इदानीम् एकनिमिषः मम ध्वनि हरिः ओम् हरिः ओम् मम ध्वनिः श्रूयते किम् श्रूयते किल परन्तु किं तत् प्रस्तुतिः न दृश्यते इति मन्ये क्षम्यताम् been blank. Kshamitam. Satyam. क्षम्यताम् अत्र किं न द्रष्टुं शक्नोमि. प्रस्तुतिः दृश्यते किं? प्रस्तुतिः दृश्यते किम्? न. न दृश्यते किल. इदानीं दृश्यते किम्? इदानीं दृश्यते किम्? इदानीं दृश्यते. अस्तु अस्तु, तर्हि नीता भगिनी, नीता भगिनी. यस् मेम्. नीता भगिनी, किञ्चित् एकं वाक्यं रचयतु. तृतीयं वाक्यं सुधायाः विषयः अस्ति तत्र. तत् स्वीकृत्य नकारात्मक करोतु. अच्छा, इट्स अ पॉजिटिव वन, हैव टू मेक अ नेगेटिव वन, राइट? आम, सत्यम सत्यम. ओके. यथा सुधा महोदया, तथा मधुरा न गायन्ति. न गायन्ति. उत्तमम् उत्तमम् उत्तमम्. एकनिमिष अत्र. The next one, ma'am. इदानीं श्रूयते किं? श्रूयते श्रूयते. हरि ओम्. कत्वा कत्वा कत्वा. हरि ओम्, श्रूयते किं मम ध्वनिः? श्रूयते श्रूयते श्रूयते. तर्हि सर्वे कृतवन्तः इति मन्ये. अग्रिमे यथा तथा उक्तवन्तः. अस्तु, कविता भगिनी पठतु. कविता भगिनी. आं भगिनि, आं भगिनि, आं भगिनि. बालकः गृहकार्यं करोति, बालकः विद्यालयं गच्छति, बालकः गृहकार्यं कृत्वा विद्यालयं गच्छति. तत्र हलो, हलो, she's having network problem, I think. We wait, yes, for some time. Network problem. हरि ओम्, हरि ओम्, मम ध्वनिः श्रूयते किम्? अस्तु, अग्रिमं प्रस्तुति प्रति गच्छामः. अत्र त्वा त्वा कृतवन्तः वयं. यु हेव् डन् दिस् वन्. इट् इस् यूस् इन् द सेन्स् आफ् हेविङ्ग् डन् आफ्टर् डूयिङ्ग्. सो त्वा प्रत्ययः इस् एडेड् टु द धातुः. धातु ना सह युज्य त्वा प्रत्ययः किं तत्र कृतवान् अथवा आफ्टर् डूयिङ्ग्. कृतवान् तु सम्यक् नास्ति. आफ्टर् डूयिङ्ग् हेविङ्ग् डन् ओके इस् द धातु वयः. सो यु एड् त्वा प्रत्ययः. देर् आर् सम् थिङ्ग्स् देट् हेपन्. पाणिनि ग्रामर् सेस् देट् इट् शुड् हेपन् एण्ड् आफ्टर् डूयिङ्ग् इट् यु गेट् द फार्म् कृत्वा. सो गृहकार्यं कृत्वा आफ्टर् डूयिङ्ग् ही वेण्ट् टु द स्कूल्. अस्तु, धन्यवादः भगिनी. अग्रिमं पठतु विजयमहोदय. No screen, ma'am. There is nothing in the screen. It's showing Deenabandhu at pray.net.com. Oh. Martham. I think you are log out on another ID. You are logging that one. No, I have shared it. Idanim? Idanim drishyate kim? No. Idanim? Yes, yes. क्षम्यतां क्षम्यतां. पठतु विजय महोदय. एकनिमिष बिकास् नौ ऐ एम् यूसिङ्ग् द मोबैल्. इदानीं दृश्यते किम्? दृश्यते. कार्यं करोति. बालकः विद्यालयं गच्छति. बालकः गृहकार्यं कृत्वा विद्यालयं गच्छति. हलो, इदानीं पठतु महोदय. धातु करोति, कृ पठति, पठत्, पिबति, पा, कृ प्लस् त्वा, पठ प्लस् इ, त्वा, पा प्लस् त्वा, पि प्लस् त्वा, कृत्वा, पठित्वा, पीत्वा. सो तत्र अपवादाः तु सन्ति. सो द रूल् इस् धातुः योगः इ योगः त्वा जनरली. सो खादित्वा, उक्त्वा, इस् वेरि देर् इस् नो इ हेपनिङ्ग्. क्रीडित्वा, सो देर् आर् सम् रूल्स् विच् यु विल् अण्डर्स्टाण्ड् वेन् यु डू पाणिनि ग्रामर्. बट् ओवर् हियर् यु हेव् टु रिमेम्बर् देट् द फार्म् बिकम्स् जनरली पठित्वा, क्रीडित्वा, खादित्वा. बट् देर् आर् एक्सेप्शन्स् लैक् करोति एण्ड् पिबति, वेर् देट् रूल् इस् नाट् फालोड्. ओके, सो कृ बिकम्स् कृत्वा, पा बिकम्स् पीत्वा. सि पा इस् एक्चुलि चेञ्जिङ्ग् टु पी एण्ड् देन् पीत्वा. Hello. That is the problem. दृश्यते किं प्रस्तुतिः? दृश्यते किं? महोदय, प्रस्तुतिः दृश्यते किम्? अस्तु, अग्रिमं पठतु तर्हि. हा, पठतु महोदय, पठतु. अर्जुना भोजनं खाद. अनुजा भोजनं खादति. अनन्तरं निद्राति. अनुजा भोजनं खादित्वा निद्राति. गजः स्नाति. स्वस्य उपरि स्नाति. स्वस्य उपरि सीकितां व्यापयति गज स्नानात्वा ओके स्नात्वा स्वस्य उपरि स्थितां व्यापयति सो अवयः व्यापयति इस् स्प्रेडिङ्ग् स्प्रेडिङ्ग् एण्ड् सिकिता इस् स्याण्ड् ओवर् देर् स्वस्य पत्नी पश्यति आनन्दं प्राप्नोति विश्वामहोदय स्वस्य पत्नी दृष्ट्वा आनन्दं प्राप्नोति धन्यवादः महोदय धन्यवादः धन्यवादः विशालाक्षी भगिनी पठतु बालिकाः गास्यन्ति अनन्तरं पूजयिष्यन्ति बालिकाः गीत्वा पूजयिष्यन्ति वृद्धः वृद्धः आम्रफलं पान् सः उदरवेदानाम् अनुभूतवान् वृद्धः आम्रफलं भुक्त्वा उदरवेदनाम् अनुभूतवान् तत्र आदौ इन् द फस्ट् सेण्टेन्स् देर् इस् अ टङ्कनस्य दोष टैपोग्राफिकल् एरर् इस् देर् सो इट् इस् उदरवेदनां नाट् उदरवेदानां एकनिमिषः इदानीम् अत्र एव गच्छामि क्षम्यतां क्षम्यताम् अत्र एव गच्छामि We can hear double voice. इदानीम् एकः ध्वनिः श्रूयते विशालाक्षी भगिनी म्यूट् करोतु कृपया इदानीं दृश्यते इति मन्ये अस्तु धन्यवादाः विशालाक्षी भगिनी राजु महोदय पठतु आं भगिनि उपसर्गः युति धातुः योगः त योगः य ह्रस्वस्वरः योगः य ह्रस्वस्वरः योग त योग य प्रपठति प्र योग पठ योग य प्रपठ्य विस्मरति वि योग स्मृ योग त योग य विस्मृत्य आपिबति आ योग पा आ योग पा योग य आ योग पी योग य So over here, I would request that for the time being, don't worry about the hrasva swara, ya, takara, etc. Let it come with usage, and then when you भगिनी न श्रूयते again gone off the line yes अस्तु श्रूयते किं श्रूयते श्रूयते हेविङ्ग् अ लाट् आफ़् डिफिकल्टीस् वित् द नेट्वर्क् सो या इट् इस् सिन्स् समयः अपि अतीतः तर्हि समापयामः महोदय शान्तिमन्त्रं वदतु जानाति किं जानाति किं शान्तिमन्त्र सर्वे भवन्तु सुखिनः अहं वदामि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ क्षम्यताम् अनेकवारं धन्यवादः धन्यवादः धन्यवादः